सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति लकाराणां सिद्धिः। सो एतावता वयं दृष्टवन्तः लकाराः अपि प्रत्ययाः, तेषां ये विधिसूत्राणि सन्ति, ये दशलकाराणां विधिसूत्राणि सन्ति, तानि सर्वाणि सूत्राणि प्रत्ययः परश्च इति अधिकारे आयन्ति। अतः प्रत्ययः इति सूत्रेण तेषां प्रत्ययसंज्ञा भवति, अपि च ते सर्वदा धातोः परे विधीयन्ते। सो लकारः अपि प्रत्ययः, परन्तु इत्युक्ते तत्र प्रक्रियायां लकाराः ये दशलकाराः सन्ति तेन तिष्ठन्ति, तेषां स्थाने तत्र तिङ्गादेशः भवन्ति, तिङ्गादेशः भवन्ति। सो तत्र अतः यत्र लकारसिद्धिः अस्ति तत्र तिङ्सिद्धिः इत्येव तत्र ज्ञायते। सो लकाराणां ये विधिसूत्राणि सन्ति दशलकाराणां कृते, तेषाम् अध्ययनम् अस्माभिः कृतं पूर्वस्मिन् वर्गे। तत्र लिङ्निमित्ते लृङ् क्रियातिपतौ, सो लृङ् लकारस्य प्रयोगः कुत्र भवति, तत्र किञ्चित् क्रियातिपतौ अपि च लिङ्निमित्ते। सो लिङ्निमित्ते सति तादृश यः लिङ्लकारस्य निमित्तम् अस्ति, तादृशनिमित्ते सति क्रियायाः अनिष्पत्तिः यत्र अस्ति, यत्र क्रियाविषये केवलं वदति, क्रिया न भवति, तत्र लृङ्लकारस्य प्रयोगः भवति। लिङ् इति यः अस्ति, वयं जानीमः तत्र विधिनिमन्त्रणामन्त्रण इति तु साधारण तत्र यः सूत्रमस्ति लिङ्लकारस्य विषये, अपि च आशिषि विषये अपि लिङ् लोटौ लकारद्वयस्य तत्र प्रयोगः भवति, अपि च बहुषु तत्र विषयेषु यथा विधि, यत्र विधि अस्ति, निमन्त्रणम् अस्ति, आमन्त्रणम् अस्ति, तत्रापि विधि लिङ्लकारस्य प्रयोगः भवति। परन्तु तत्र अन्ते इत्युक्ते सर्वेषां लकाराणां कृते तत्र एकम् अपवादः अस्ति, हेतोर् हेतु हेतु मतोर् लिङ्गः। सो तदस्ति दशलकाराणां कृते अपवादसूत्रमस्ति, इत्युक्ते तत्र यत्र हेतु अपि च हेतुमत्, यत्र हेतु इत्युक्ते कारणम् अपि च फलम्, एकस्मिन् वाक्ये प्रथमवाक्ये तत्र कारणं दत्तमस्ति, तस्य यः फलम् अस्ति तेन कारणेन यत् भवति, यत् क्रिया भवति, तत्र हेतु हेतु हेतुमतोर्लिङ्गः इति सूत्रेण लिङ्लकारस्य निमित्तं दत्तमस्ति। सो तादृशनिमित्ते सति एव, अपि च यत्र क्रियायाः अनिष्पत्तिः अस्ति तत्र लृङ्लकारस्य प्रयोगः भवति। सो प्रायशः वयं यत्र भविष्यत्कालविषये एव तत्र तादृशवाक्यं इफ् एण्ड् देन् इति तत्र तादृशवाक्यं भवति। सो कारणम् अपि च हेतु अपि च हेतुमत्, हेतुमत् इति फलम् अस्ति, कारणम् अपि च फलम् एकत्र अस्ति चेत् अपि च तत्र क्रियायाः अनिष्पत्तिः, भविष्यत्काले यदा वयं भविष्यत्कालविषये वदामः तत्र यस्मिन् समये भविष्यत्कालः तस्मिन् समये क्रिया न अभवत्, क्रिया न भवति। सो तत्र भविष्यत्कालविषये क्रियायाः प्रायशः तस्मिन् समये अनिष्पत्तिः अस्ति, अतः तादृशनिमित्ते सति क्रियायाः अनिष्पत्तिविषये तत्र लृङ्लकारस्य प्रयोगः भवति इति तत्र अन्तिमसूत्रम् अस्ति। अनन्तरं प्रत्ययः परस्य धातोः ध्वनिः आयाति, सो प्रत्ययः परश्च धातोः इति तत्र तृतीय अधिकारे बृहद् अधिकारसूत्राणि सन्ति। धातोः इति अधिकारः तु केवलं तृतीयाध्याये एव अस्ति, परन्तु प्रत्ययः परश्च इति अधिकारः त्रिषु अध्यायेषु वर्तते, न केवलं तृतीय अध्याये यत्र धातोः अनन्तरं ये प्रत्ययाः विधीयन्ते तत्र एतस्य सूत्रस्य अधिकारः अस्ति, परन्तु प्रातिपदिकात् चतुर्थपञ्चमे अध्याये अपि तत्र प्रातिपदिकात् ये ये प्रत्ययाः विधीयन्ते तत्रापि प्रत्ययः परश्च इत्यपि सूत्रद्वयस्य अधिकारः वर्तते. सो तत्रापि प्रातिपदिकात् अनन्तरं ये ये शब्दसमूहान् नूतनशब्दसमूहानां तत्र उल्लेखः विधिः दत्तमस्ति तेषां कृते अपि प्रत्यय इति सूत्रेण प्रत्ययसंज्ञा भवति. सो एतेषां त्रयाणाम् अध्यायानां तत्र किं प्रत्याध्यायः इति उच्यते. एतेषु तृतीयाध्याये चतुर्थाध्याये पञ्चमे अध्याये अष्टाध्यायीग्रन्थे केवलं प्रत्ययानामेव तत्र उल्लेखः अस्ति. सो तृतीयाध्याये धातोः ये प्रत्ययाः विधीयन्ते, चतुर्थपञ्चमे अध्याये प्रातिपदिकात् ये प्रत्ययाः विधीयन्ते. तत्र प्रातिपदिकानां तत्र संख्या बहुत्र अस्ति, इत्युक्ते तत्र बहूनि प्रातिपदिकाः सन्ति, अतः मेबि तत्र अधिकप्रत्ययाः तत्र सन्ति. अतः तत्र चतुर्थाध्याये पञ्चमे अध्याये ये शब्दसमूहानाम् उल्लेखः अस्ति ते सर्वाणि प्रातिपदिकात् विधीयन्ते, अपि च तेषामपि प्रत्यय इति संज्ञा भवति, अपि च तेषां निपातः तत् परश्च इति सूत्रेण प्रकृतेः अनन्तरं सर्वदा अस्माभिः करणीयम्. सो प्रकृतिः प्रातिपदिकम् अस्ति चेत् प्रातिपदिकात् अनन्तरं प्रकृतिधातुः अस्ति चेत् धातोः अनन्तरं प्रत्ययः, येषां शब्दसमूहानां प्रत्यय इति संज्ञा, ते सर्वे प्रकृति अनन्तरं योजनीयम् इति परश्च सूत्रम्. सी बिन्दु पठितं वा पूर्वस्मिन् वर्गे? इत् संज्ञकवर्णानां लोपः न पठितं, न पठितम्. अस्तु भगिनि, धन्यवादः. सो एतत्तु अस्माकं परिचितम् अस्ति, अत्र सम्पूर्णव्याख्या तु न दत्तं, परन्तु वयं जानीमः प्रत्ययानां विषये अपि तत्र वर्णानाम् इत्संज्ञा अस्माभिः करणीयं. सूत्र च अस्ति चेत् तत्रापि ते अपि आदेशाः. सो प्रत्ययानां विधिः अस्ति चेत् प्रत्ययानां विषये अपि अनुबन्धानां निष्कासनं भवति. सो अनुबन्धानां निष्कासनं सम्पूर्णव्याकरणशास्त्रे यः इत्संज्ञक् प्रकरणम् अस्ति तत्र इत्संज्ञक् विधायक सूत्राणि सन्ति, इत्युक्ते कस्य कस्य इत् इति संज्ञा इत् इति नामकरणं कस्य कस्य वर्णस्य कृते अस्ति तदेव अस्ति इत्संज्ञक् प्रकरणं. सो तत्र वयं जानीमः तत्र सप्तसूत्राणि सन्ति, एकमेव विधिसूत्रम् अस्ति तस्य लोपः, अन्यानि सर्वाणि संज्ञासूत्राणि. सो इत् संज्ञक् प्रकरणं. सो अस्मिन् प्रकरणे अस्मिन् स्थले अष्टाध्यायीग्रन्थस्य अस्मिन् स्थले किं भवति, इत् इति संज्ञा भवति, इत् इति नामकरणं भवति. सो तस्य लोपः इति सूत्रं विहाय अन्य सर्वाणि सूत्राणि संज्ञासूत्राणि. नामकरणं कस्यचित् वर्णस्य कृते नामकरणं एते सूत्राणि कुर्वन्ति. अतः एकवारं झटिति पठित्वा अग्रे सरेम, किमर्थं चेत् अत्र एतत्तु अस्माभिः वारं वारं पठितं, अत्र किमपि तत्र क्लिष्टः नास्ति. एकवारं पठामः. कः पठति? पठामि वा भगिनि? आं पठतु भगिनि. चत्वारि सूत्राणि उपदेशावस्थायां बिन्दुतः पठति. सर्वेषु रूपेषु, धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु इत्संज्ञकवर्णनां वर्णानां लोपः. चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु, धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु. प्रथमं सूत्रमस्ति उपदेशे अर्जुनाश्रयि, प्रथमाध्याये तृतीयपादे द्वितीयसूत्रम् स्वयं सम्पूर्णम् उपदेशे अच् अनुनासिकः इति हलन्त्यं प्रथमाध्याये तृतीयपादे तृतीयसूत्रम् अनुरक्तसहितसूत्रम् उपदेशे अन्त्यं हल् इति न विभक्तौ स्मः प्रथमाध्याये तृतीयपादे श्रूयते वा भगिनि क्लेशः अस्ति वा नेट्वर्क् मध्ये खण्डितः भवति वा एकनिमिषः भगिनि जस्ट् वेट् भगिनि वन् सेकेण्ड् भगिनि ऐ विल् चेञ्ज् मै नेट्वर्क् उपदेशे अजनुनासिक इति सूत्रस्य कः अर्थः भगिनि अस्मिन् सूत्रे कति पदानि सन्ति वदतु उपदेशावस्थे अचः अच् अनुनाक अनुनासिक अन्त्यः अस्ति चेत् तस्य लोपः भवति इति पुनः वदतु उपदेशावस्थे अच् वर्णस्य अन्ते अनुनासिकः अवस्था इति स्त्रीलिङ्गपदम् अस्ति उपदेश अवस्थायां उपदेशे अवस्थायां यदि अच् अनुनासिकः अस्ति चेत् तस्य लोपः भवति इति सूत्रस्य अभिप्रायः तस्य लोपः भवति वा अनेन सूत्रेण लोपः भवति वा तस्य लोपः इति सूत्रेण लोपः भवति अनेन सूत्रेण किं भवति इति भवति इदानीं नेट्वर्क् कथमस्ति ऐ एम् नाट् गेटिङ्ग् युवर् कम्प्लीट् सौण्ड् उपदेशः ध्वनिः श्रूयते वा इदानीमपि मम ध्वनि इदानीमपि खण्डिता भवति वा ऐ एम् नाट् एबल् टु गेट् युवर् प्रापर् सौण्ड् भगिनि अन्येषां कृते कथम् अस्ति श्रूयते वा सम्यक् सम्यक् अस्ति धातुषु प्रत्ययेषु आदेशेषु आगमेषु सर्वे प्रत्ययेषु अनुनासिक अच् अस्ति चेत् अन्ते अनुनासिक अच् अस्ति चेत् तस्य इत् भवति प्रापर् एक्स्प्लेनेशन् अन्ते कुत्र अस्ति भगिनि अत्र अन्ते लिखितं वा कुत्रचित् पूर्वसूत्रात् अनुवृत्तिः अस्ति वा उपदेशे अनुनासिक अस्ति चेत् अन्ते भवतु यत्र कुत्रापि यत्र कुत्रापि आदौ भवतु आदौ न शक्यते खलु आदौ इत्युक्ते यत्र कुत्रापि सः आदौ भवेत् वा मध्ये भवेत् वा अन्ते भवेत् वा अन्ते न यत्र कुत्रापि अस्ति चेत् तस्य इत्संज्ञा भवति तस्य इति नामकरणं भवति सो तादृश अनुनासिक अच् वर्णस्य इति नामकरणं हलन्त्यम् इति सूत्रस्य कः अर्थः भगिनि हलन्त्यम् इति सूत्रेण तस्य लोपः भवति न हलन्त्यम् सूत्रेण अन्त्य अन्तिमवर्णः हलन्त्यम् इति सूत्रेण अपि संज्ञा भवति कस्य इति संज्ञा भवति किं पुनः वदतु हल् इति नामकरणं भवति उपदेशावस्थायाम् अन्तिमवर्णः यः कः अस्ति यः कः न अन्तिमवर्णः हल् अस्ति चेत् अन्तिमवर्णः हल् अस्ति चेत् तत् तस्य नाम इत् भवति तदस्ति हलन्त्यम् सो अस्मिन् सूत्रे उपदेशे इत् इति पदद्वयस्य अनुवृत्तिः अस्ति पूर्वसूत्रात् सो अत्र अनुवृत्ति आवश्यकम्, अन्यथा वयम् अत्र कः अर्थः सूत्रस्य न ज्ञातुं शक्यते. सो उपदेशावस्थायां यदि तस्य उपदेशस्य अन्ते कोऽपि हलवर्णः अस्ति चेत् तस्यापि इति संज्ञा भवति इति सूत्रस्य अर्थः अस्ति. अग्रे सरम आं भगिनि, चेतना भगिनी अग्रे वदति वा, न विभक्तौ स्मः अपि च आदिर्निटुडवः सूत्रद्वयस्य कः अर्थः? न विभक्तौ तु स्मः निषेधसूत्रम् अस्ति, न अव्ययं विभक्तौ हलन्त्यं सूत्रस्य निषेधः निषेधसूत्रम् अस्ति. हल् अन्तिमवर्णः हल् अस्ति चेत् अपि च तु तु तथ दध न सकारः अपि च मकारः अस्ति चेत् अन्त्यं हल् वर्णस्य इत्संज्ञकं न भवति इति. इत्युक्ते अत्र अत्र तु स्माः इति यः अस्ति तस्य कृते विशेषणद्वयम् अस्ति. तुस्माः हलः इत्युक्ते तुस्माः तथ दध न सकारः मकारः एते सर्वे हलवर्णाः इत्युक्ते व्यञ्जनानि. सो अन्ते हल् अस्ति, अन्ते तुस्मा इति यः अस्ति, ते सर्वे हलवर्णाः एव. सो कीदृशहलः इत्युक्ते अत्र केवलं तु स म इति एतेषां हलवर्णानाम् एव उल्लेखः अस्ति. यथा पूर्वसूत्रे केवलं हलः इति अस्ति हल्, सो सर्वे अत्र सर्वेषां हलवर्णानां ग्रहणम् अस्ति तृतीय द्वितीयसूत्रे हलन्त्यमिति सूत्रे. परन्तु न विभक्तौ तु स्म इति सूत्रे तत्र केवलं तु स स म इति एतेषां हलवर्णानाम् एव ग्रहणं. किमर्थं चेत् साक्षात् उक्तं के हलवर्णाः, तु हलवर्णाः सकारः मकारः. अपि च एते हलवर्णाः कुत्र भवेत्? अन्त्य अन्त्याः न न वार्तिकं नास्ति, सूत्रमस्ति 1-3-4 सूत्रमस्ति, सूत्रमस्ति भगिनि, वार्तिकं नास्ति भगिनि. 1.3.2 इति उपदेशे अजनुनासि खालन्त्यम् इति 1.3.3 न विभक्तौ तु स्माः 1.3.4 सूत्रमस्ति, पाणिनीयसूत्रम् अस्ति. न विभक्तौ तु स्माः वार्तिकं नास्ति. इदानीं वदतु भगिनि, चेतना भगिनी वदतु कः अर्थः सूत्रस्य? उपदेशे विभक्तौ इत्युक्ते क्रिया प्रातिपदिकम् अथवा धातुः अन्त्यः अन्त्यं हल् केन सूत्रेण विभक्ति इति संज्ञा भवति व्याकरणशास्त्रे? विभक्ति च ऐ एम् नाट् एबल् टु गेट् युवर् पीपल् प्रापर्लि. विभक्तिश्च इति संज्ञासूत्रं तेन सूत्रेण किं विभक्ति सूत्रं? मम ध्वनिः न श्रूयते. भवत्याः ध्वनि श्रूयते महोदय. ऐ एम् नाट् एबल् टु लिसन् टु युवर् सौण्ड्स् प्रापर्लि. किं कुर्मः? हौ दिस् नेट्वर्क् इस् ओके, सौण्ड् ओके? अस्माभिः सम्यक् श्रूयते भगिनि. अस्माभिः सम्यक् श्रूयते भवत्याः ध्वनिः अपि श्रूयते, भगिन्याः ध्वनिः अपि श्रूयते. बट् फार् मी ऐ एम् नाट् एबल् टु लिसन् टु युवर् सौण्ड् प्रापर्. कुत्रचित् मध्ये तत्र खण्डः ध्वनिः भग्नः जायते. एकवारं लीव् करो. जस्ट् गिव् मी वन् सेकेण्ड्, ऐ विल् लीव् एण्ड् ध्वनि श्रूयते वा इदानीं? श्रूयते महोदय. अस्तु, सो नविभक्त विभक्तिश्च इति सूत्रस्य कः अर्थः भगिनि? विभक्तिश्च तिङ् अपि च सु अस्ति चेत् तस्य अन्त्यं हल् तु तथा दधन सकारः अपि च मकारः इत्संज्ञकं न भवति. तादृश हल्वर्णः विभक्तौ अन्ते अस्ति चेत् तस्य इत्संज्ञा न, निषेधः अस्ति. अनेन सूत्रेण तस्य तादृश हल्वर्णस्य इत् इति नामकरणं न भवति, तस्य कृते निषेधः अस्ति. अत्र विभक्तौ अपि च विभक्ति इति यः अस्ति सः तत्र पारिभाषिकशब्दः. सो विभक्तिविषयेषु इति तत्र अर्थः. सो विभक्तिविषयेषु इत्युक्ते विभक्ति यत्र विभक्ति इति वयं जानीमः, विभक्ति इति पारिभाषिकशब्दः. विभक्ति इति नामकरणं विभक्तिश्च इति सूत्रेण तत्र सुप् प्रत्ययानाम् अपि च तिङ् प्रत्ययानां. सो तस्मिन् सूत्रे विभक्तिश्च सूत्रे तत्र तिङ् अपि च सुप् अनयोः अनुवृत्तिः अस्ति. पूर्वसूत्रात् पदद्वयस्य अनुवृत्तिः अस्ति. सो विभक्ति इति नामकरणं कस्य इत्युक्ते तिङ् अपि च सुप् इत्यस्य कृते विभक्ति इति संज्ञा तत्र नामकरणमस्ति. सो अत्र यः विभक्तौ लिखितं सः सप्तमी अन्तं पदम्. सो विभक्तौ इत्युक्ते अत्र विषयसप्तमी अस्ति. सो तादृशविषयेषु इत्युक्ते तादृशप्रत्ययेषु सुप् प्रत्ययेषु तिङ् प्रत्ययेषु यदि तेषु प्रत्ययेषु, अतः एतत् अपि यः निषेधकसूत्रम् अस्ति. यद्यपि अत्र उक्तम् उपदेश अवस्थायां सर्वेषु रूपेषु, परन्तु एतत् सूत्रं हलन्त्यम् इति सूत्रस्य निषेधकसूत्रमस्ति. परन्तु निषेधः केवलं विभक्तौ एव निषेधः अस्ति. सो अत्र केवलं प्रत्ययानाम् एव तत्र अस्माभिः तत्र चिन्तनीयं. किमर्थं चेत् अत्र अस्मिन् सूत्रे साक्षात् विभक्तौ लिखितं. सो विभक्ति इति संज्ञा केवलं सुप् अपि च तिङ्. सुप् अपि प्रत्ययः, तिङ् अपि प्रत्ययः. सो निषेधः कुत्र? केवलं प्रत्ययेषु अस्ति. सो प्रत्ययेषु सुप्रत्ययेषु तिङ् प्रत्ययेषु यदि अन्तिमवर्णः तथ दद न सकारः मकारः अस्ति तेषाम् इत् न भवति. अतः यः तत्र सु औजस् इति यः अस्ति तत्र कीदृशप्रत्ययः येषाम् अन्ते सकारः मकारः अम् इति प्रत्ययः, द्वितीयाविभक्ति एकवचने अम् इति प्रत्ययः, तत्र मकारस्य संज्ञा न भवति. किमर्थं चेत् सः अपि विभक्तिप्रत्ययः. विभक्तिप्रत्ययेषु तु सकारः मकारः इति न भवति, सः तिष्ठति, सः अनुबन्धवर्णः नास्ति. यद्यपि अन्ते अस्ति, हलवर्णः अस्ति, हलन्त्यम् इत्यनेन तस्य इत् भवेत्, तथापि तत्र निषेधकसूत्रं बाधा करोति. निषेधकसूत्रं वदति तुस्मा विभक्तौ इति न भवति, तेषाम् इत्संज्ञा न भवति इति सूत्रस्य अर्थः. अग्रे पठतु आदिर्नीटुडुवः. आदिर्नीटुडवः अनुवृत्तिसहितसूत्रम् आदि उपदेशे धातोः आदयः निटुडवः इतः अत्र आदिः प्रथमा विभक्ति निटुडवः द्वयोः प्रथमविभक्ति अस्ति. उपदेशस्य आदौ नी टु डु इति वर्णसमूहः अस्ति चेत् तस्य संज्ञा भवति. वर्णसमूहस्य इति भवति. सो एतादृशः वर्णसमूहः कुत्र लभ्यते? नी इति वर्णसमूहः, टु इति वर्णसमूहः, डु इति वर्णसमूहः कस्य उपदेशस्य आदौ वर्तते? धातुः. अतः अत्र स्पष्टीकरणार्थमेव धातोः इति पदस्य अनुवृत्तिः अस्ति. किमर्थं चेत् इत् संज्ञाप्रकरणे 1.3.1 सूत्रं किम् अस्ति भगिनि? भूवादेय धातवः. सो पूर्वसूत्रात् वयम् अत्र अनुवृत्ति स्वीकर्तुं शक्यते. सो भूवादयः धातवः इति सूत्रेण तत्र धातोः, अस्मिन् सूत्रे धातोः इति पदस्य अनुवृत्तिः अस्ति. सो परन्तु सि वेन् अनुवृत्तिः वयं स्वीकुर्मः तत्र पृष्ठः आयाति किमर्थम् उपदेशे अजुनो नासिक् इति सूत्रे पूर्वसूत्रात् धातोः इत्यस्य अनुवृत्तिः किमर्थं न कृतम्? अतः प्रायशः ग्रन्थेषु तत्र अस्मिन् आदिर्नीटुडुवः इति सूत्रे धातोः इति पदस्य अनुवृत्तिः न दृश्यते. कुत्रापि अस्मिन् प्रकरणे इत्संज्ञाप्रकरणे टु सूत्रमारभ्य अष्टसूत्रपर्यन्तं तत्र धातोः इति पदस्य अनुवृत्तिः न भवति. परन्तु केवलम् अत्र स्वरूपमहोदयेन धातोः इति पदस्य अपि तत्र अनुवृत्तिः स्वीकृतं. किमर्थं चेत् तेन किं भवति, अत्र नी टु डु इति वर्णसमूहः यः अस्ति सः केवलं धातुषु एव लभ्यते. प्रत्ययेषु कुत्रापि आदौ नी टु डु इति वर्णसमूहः नास्ति. कस्यचित् आदेशस्य आदौ अपि तादृश वर्णसमूहः नास्ति. आगमस्य आदौ अपि तादृशवर्णसमूहः नास्ति. सो केवलं कीदृश उपदेशस्य धातु इति यः औपदेशिकधातुः अस्ति तत्र एव एतादृशः वर्णसमूहः लभ्यते. अतः स्पष्टीकरणार्थं तत्र धातोः इति पदस्य अनुवृत्तिः अत्र लिखितं. यद्यपि न स्वीकुर्मः चेत् यद्यपि तथापि तत्र सूत्रं सम्पूर्णमेव भवति. उपदेशे आदयः नीटडव नीटु डवः इतः इति भवति. परन्तु अस्माभिः तत्र स्मर्तव्यम् एतादृशः वर्णसमूहः केवलं धातुषु एव लभ्यते. अतः अस्य सूत्रस्य प्रसक्तिः, अवकाशः इत्युक्ते एप्लिकेबिलिटि केवलं धातुषु एव भवति. यद्यपि अत्र लिखितम् एतानि चत्वारि सूत्राणि सर्वेषु रूपेषु तत्र तेषां प्रयोगः, किमर्थं चेत् अत्र किमपि न उक्तं. प्रत्ययः वा धातुः वा केवलम् उपदेशे उपदेशे इत्यनेन यत् किमपि उपदेशः. यः पञ्च यः षट् सूत्रम् अस्ति तत्र प्रत्ययस्य इति साक्षात् उक्तम्. सो देट् इस् वै वी आर् एबल् टु डिफ्रेन्शियेट् डिवैड् द सेवेन् सूत्रास् इन् टु टू पार्ट्स्. वन् द द्वितीयसूत्र आरभ्य पञ्चसूत्रपर्यन्तं ये चत्वारि सूत्राणि सन्ति ते सर्वेषाम् उपदेशावस्थायां सर्वेषु रूपेषु तेषां प्रयोगः. अनन्तरं शः प्रत्ययस्य आरभ्य तत्र प्रत्ययस्य इति साक्षात् उक्तम् अस्ति. सो कीदृश उपदेशस्य प्रत्ययस्य, यत्र प्रत्ययस्य उपदेशः अस्ति तत्र एव अनन्तरं यानि त्रीणि सूत्राणि सन्ति तेषाम् अवकाशः. अतः तत्र ग्रूप् द्वयम् इति भवति. सो परन्तु यथा तत्र न विभक्तौ तु स्मः, अत्रापि यः निषेधः अस्ति केवलं प्रत्ययानां विषये एव निषेधः. तथैव आदिर्नीटुडुवः इति सूत्रं केवलं धातुषु एव तस्य सूत्रस्य अवकाशः, न तु प्रत्ययेषु आदेशेषु आगमेशेषु इति तत्र सर्वदा स्मर्तव्यम्. आदिनीटुडुवः अवगतं वा भगिनि? तत्तु बहुवारं पठितम्। आम् आं महोदय। मञ्जरी भगिनी अग्रे पठति वा शः प्रत्ययस्य सूत्रस्य कः अर्थः? त्रीणि सूत्राणि उपदेशवस्थायां प्रत्ययेषु एव शः प्रत्ययस्य 1.3.6 अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इति चुटु 1.3.7 उपदेश अवस्थायां प्रत्ययः प्रत्ययस्य शकारस्य इत् संज्ञा भवति। सः शकारः कुत्र भवेत्? प्रत्ययस्य यः शकारस्य इत् भवति स्वप्रत्ययस्य प्रथमवर्णः यदि मूर्धनिशकारः अस्ति तदा एव तस्य इत् भवति। यत्र कुत्रापि शकारः अस्ति तस्य इत् नास्ति, आदिः शः। सो कीदृशशः? आदिः शः। प्रत्ययस्य आदौ शकारः अस्ति इत्युक्ते वयं जानीमः धातोः आदौ शकारः अस्ति चेत् तस्य इति न भवति, तस्य का गति? धातुः आदौ शकारः अस्ति चेत् तस्य किं भवति, का गति भवति? कस्यचित् धातोः प्रथमवर्णः शकारः अस्ति चेत् तस्य इति न भवति, तस्य किं भवति? धातुषु यः आदिं शकारः अस्ति तस्य का गति, किं भवति तस्य कृते, किम् अस्ति? अस्माभिः पठितं न धात्वादेशः सः इति सूत्रेण तत्र मूर्धन्यशकारस्य सकारादेशः भवति। सो षद् इति धातु अस्ति, तस्य सद् इति लौकिकरूपम् अस्ति, न तु षद्। सो अतः अत्र साक्षात् सूत्रे प्रत्ययस्य मूर्धन्यशकारस्य आदिस्थितस्य इति भवति। धातु यः शकारः तस्य तु सकारादेशः भवति, तस्य कृते भिन्नसूत्रमस्ति। अतः एतत् सूत्रमपि केवलं प्रत्ययेषु एव कार्यं करोति, न तु कस्यचित् आदेशस्य आगमस्य धातुषु। किमर्थं चेत् महर्षिणा साक्षात् अत्र प्रत्ययस्य इति पदं दत्तं। सो कीदृश उपदेशस्य प्रत्ययस्य इति उपदेशस्य उपदेश अवस्थायाम् आदौ मूर्धन्यशकारः अस्ति चेत् तस्य इति भवति। चुटुविषये अपि वदतु भगिनि, चुटुसूत्रेण किम्? अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ नाम प्रत्यये चु वर्णसमूहः तथा टु वर्णसमूहः अस्ति चेत् तस्य इत् संज्ञा भवति। प्रत्ययस्य आदौ च झज अथवा टठडडन अस्ति चेत् तस्य आदौ, किमर्थं चेत् आदिर्नीटुडुवः इति सूत्र आरभ्य आदि आदि आदि इति पदस्य अनुवृत्तिः अस्ति इति पञ्चम सूत्र आरभ्य इत्यः आरभ्य तत्र आदिः इति पदस्य। सो शः प्रत्ययस्य आदिः अस्ति, चुटु आदिः अस्ति चेदेव इत्। सो अत्र यत्र कुत्रापि चक चूटु अस्ति तथा न भवति, किमर्थं चेत् अतः सूत्राणां क्रमः आवश्यकम्। हलन्त्यम् इत्यनेन अन्तिम्, सो तस्य प्रवृत्ति तत्र एव वर्तते, अपि च तुस्मा इति सूत्रे तस्य अनुवृत्तिः भवति। परन्तु आदिः इति पदस्य अनुवृत्तिः तु शः प्रत्ययस्य चुटु लशकु तद्दिते त्रिषु सूत्रेषु तत्र तस्य आदिः इति पदस्य अनुवृत्तिः अस्ति। चुटु आदौ प्रत्ययस्य आदौ अस्ति चेदेव तस्य इत्। सो अत्र चुटु इति द्विवचनात् पदमस्ति, चुटु दीर्घ उकारः अस्ति, अतः इतौ आदी इति द्विवचनात् पदमस्ति. अन्वयार्थे तादृश वचन विपरिणामं कृतम्. अपि च अस्माभिः तत्र कुत्रचित् मया तत्र पूर्वस्मिन् वर्गे कुत्रचित् उक्तम्, अत्र प्रश्नः आयाति किमर्थं लाघवार्थं महर्षिणा शः अपि च चुटु बहुवचनात् इत्युक्ते श चु टवः प्रत्ययस्य एकस्मिन् एव सूत्रे किमर्थं न दत्तं, किमर्थं भिन्नसूत्रम् अत्र लिखितम्? सो एतदपि प्रत्ययस्य विषये, एतदपि आदिः भवति, चुटु अपि आदिः भवति, प्रत्ययस्य विषये एव अस्ति. सो लाघवार्थं किमर्थं महर्षिणा एकस्मिन् एव सूत्रे न उक्तं शकारः चु अपि च टु प्रत्ययस्य आदौ अस्ति चेत् तेषाम् इति करणीयम् इति तत्र प्रश्नः आयाति न मनसि. किमर्थं चेत् वयं सर्वदा वदामः लाघवार्थं लाघवार्थम् एतत् कृतं, महर्षि लाघवम् इच्छति, महर्षि ग्रन्थस्य ग्रन्थः लघु भवेत् तादृश सः इष्टम्. सो अत्र अपि प्रश्नः आयाति अत्र किमर्थं चुटु इति यः पदं दत्तं भिन्नसूत्रे दत्तं, पूर्वसूत्रे एव किमर्थं तत्र बहुवचनात् पदं दत्वा महर्षिणा न उक्तं, किमर्थं भिन्नसूत्रं, तत्र कः विचारः जानाति वा भगिनि? कुत्रचित् पूर्वे मया उक्तम् सुश्यः प्रत्यस्य इति सूत्रस्य तत्र कार्यं नित्यम् अस्ति, इत्युक्ते शः प्रत्ययस्य सूत्रेण यः कार्यमस्ति सः नित्येन भवति, सर्वदा भवति. इत्युक्ते प्रत्ययस्य आदौ मूर्धनिषकारः अस्ति चेत् तस्य सर्वदा इति भवति, तत्र कोऽपि अपवादः ग्रन्थे न दृश्यते. तादृश कोऽपि प्रत्ययः नास्ति यस्य षकारः आदौ अस्ति परन्तु किमपि कारणेन तस्य षकारस्य इतना अभवत्, तादृश कोऽपि प्रत्ययः एव नास्ति. अतः वयं किं वदामः, शः प्रत्ययस्य इति सूत्रेण यत् कार्यं निर्दिष्टमस्ति मूर्धनिषकारस्य इति नामकरणम् अस्ति, सः नित्यकार्यमस्ति, सर्वदा भवति. परन्तु चुटुसूत्रेण यः कार्यं सः अनित्यं, कुत्रचित् भवति कुत्र न भवति. सो तत्र केचन तत्र अपवादाः सन्ति, यत्र चकारः आदिवर्णः तथापि तस्य इति न भवति, कोऽपि वदति अत्र चकारस्य इत् कोऽपि प्रयोजनं नास्ति. सो प्रयोजनं विना इत् संज्ञा न करणीयं, वर्णानाम् इत् संज्ञा प्रयोजनं विना न भवति. यत्र भवति तत्र वयं किं वदामः, अत्र उकारः उच्चारणार्थं. सो उच्चारणार्थविषये एव महर्षिणा उकारः वा अकारः वा यत्किमपि स्वरः योजितं, परन्तु यदा तत्र इत् भवति तदा तेषां कृते प्रयोजनमपि भवेत्. सो प्रयोजनं विना इत् संज्ञा न भवति, तथैव तत्र चुटु इत्यनेन यः कार्यमस्ति, चु अपि च टु वर्णानां यः इति नामकरणमस्ति सः अनित्यम् अस्ति, कुत्रचित् भवति कुत्र न भवति, इत्युक्ते मोस्ट्लि भवति, बट् देयर् आर् सम् अपवादास् वेर् द प्रत्ययस्य आदिवर्णः चकारः अस्ति तस्य इति न भवति. अतः भिन्नसूत्रेण उक्तं, प्रथमसूत्रेण कार्यं नित्येन भवति, चुटुसूत्रेण कार्यम् अनित्यम् अस्ति, तत्र तस्य कृते अपवादः अस्ति, अतः भिन्नसूत्रं भिन्नसूत्रेण दत्तम् इति तत्र व्याख्या दत्तमस्ति. अतः अत्र भिन्नसूत्रम् अपेक्षितं, किमर्थं चेत् यदि एकमेव सूत्रं भवति चेत् तत्र प्रायशः ब्रह्मः भवति, कार्यं नित्यमस्ति वा कुत्रचित् तत्र अपवादः अस्ति. सो अत्र चुटुविषये तत्र इदानीं तु प्रत्ययः न स्मरामः परन्तु तत्र अपवादः अस्ति. गिरिजा भगिनी, लशकृतादिते इति सूत्रस्य अर्थः वदति वा, अन्तिमं सूत्रमस्ति. ध्वनि श्रूयते वा गिरिजा भगिनी, श्रूयते वा ध्वनि? श्रूयते. No. किं भगि न श्रूयते भगिन्याः ध्वनिः सम्यक् नास्ति नेट्वर्क् सम्यक् नास्ति कृपया म्यूट् मध्ये तिष्ठतु भगिनि पूर्णिमा भगिनि वदति वा लशकृत आदित्य इति सूत्रस्य अर्थः भगिनि वदामि प्रत्ययस्य आदौ लकार शकार ककार कवर्ग भवति चेत् तस्य लोपः भवति इत्संज्ञा भवति इत्संज्ञा भवति तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः संज्ञापि संज्ञासूत्रम् पुनः लकार शकार कवर्गस्य वर्णाः सन्ति चेत् तस्य इत्संज्ञा भवति कीदृशप्रत्ययस्य अतद्यते कीदृशप्रत्ययस्य सर्वेषां सो तदित् विहाय तदित् विहाय ये अन्याः प्रत्ययाः सन्ति तेषां विषये एतत् सूत्रमस्ति सो अतदिते इत्युक्ते न तदिते सो तदित् प्रत्ययेषु इत्युक्ते प्रायशः तदित् प्रत्ययेषु लशकु आदौ अस्ति चेत् तेषाम् इत् न भवति अतदित् प्रत्ययेषु एव लशकु इत् भवति इति सूत्रस्य अर्थः सो अतदित् प्रत्ययेषु लशकु इत् इत्युक्ते तदित् विहाय तदित् विहाय ये तेषां कृते तदिति अपि तत्र प्रत्ययानां कृते तदिति संज्ञा अस्ति सो प्रातिपदिकात् ये प्रत्ययाः विधीयन्ते तेषां विषये सूप् इति संज्ञा तदिति संज्ञा अतः अत्र तदित् इत्युक्ते अतदिते सो अतदिते इत्यनेन तदित् विहाय तदित् विहाय ये अन्यप्रत्ययाः तेषां विषये लशकु इत् भवति इति सूत्रस्य अर्थः अस्तु अग्रे पठामः चेतना भगिनी अग्रे पठतु अन्ते इत् विधिः अन्ते इत् लोपविधि तस्य लोपः 1.3.9 अनुवृत्तिसहितसूत्रं तस्य इतः लोपः ये वर्णाः कीदृशपदमस्ति इतः इतः षष्ट्यन्तं लोपः प्रथमन्तः इतः इति षष्ट्यन्तमस्ति सो यस्य इत्युक्ते यस्य इतः तस्य तस्य इतः इत्युक्ते ये पूर्वे यस्य यस्य कृते इति उक्तमस्ति तस्य लोपः सो एतत् कीदृशसूत्रमस्ति तस्य लोपः इति विधिसूत्रम् विधिसूत्रं सो अनेन सूत्रेण लोप इति आदेशः लोपः अपि आदेशरूपी कार्यमस्ति कस्यचित् वर्णस्य तस्य अदर्शनं भवति सो लोपस्य कृते का संज्ञा अस्ति संज्ञासूत्रं अदर्शनं लोपः अदर्शनं सो वी शुड् आल्वेस् रिमेम्बर् देट् अदर्शनं लोपः इत्यनेन अदर्शनम् इत्युक्ते न दृश्यते न श्रूयते परन्तु सः तत्र अस्ति इट् डस् नाट् गो आल् टुगेदर् यद्यपि वयं किं वदामः अपगच्छति इत्युक्ते अपगच्छति न लोपः इत्युक्ते अदर्शनं लोपः आल्वेस् रिमेम्बर् दिस् सो यदा तत्र वर्णस्य इत् भवति तस्य लोपः भवति तस् केवलम् अदर्शनं भवति देट् इस् वै वी से न प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं यद्यपि प्रत्ययस्य लोपः भवति तथापि तस्य लक्षणं तिष्ठति सो सम्पूर्णतया सः वर्णः सः प्रत्ययः न अपगच्छति, तस्य किञ्चित् लक्षणं तत्र तिष्ठति. सो अदर्शनं लोपः. तस्य दर्शनम् इत्युक्ते सः न दृश्यते, न श्रूयते, तस्य ध्वनिः न श्रूयते, सः दृश्यते अपि न, तदेव अस्ति अदर्शनं. परन्तु तस्य लक्षणं तत्र तिष्ठति. शप्रत्यस्य शकारस्य इति भवति, पकारस्य इति भवति, परन्तु शकारपकारयोः यत् लक्षणम् अस्ति, शकारपकारयोः यः शित्वं पित्वम् अस्ति, यः गुणः अस्ति, सः तत्र तिष्ठति. आकारे तादृशगुणः आयान्ति. सो तत्र गुणः तिष्ठति, परन्तु अदर्शनं, वर्णस्य अदर्शनं भवति इति लोपसंज्ञा. अपि च तत्र लोपविषये किमस्ति अन्यत् सूत्रम्? वट् वास् दट् नेक्स्ट् सूत्रम्? ओ प्रत्यस्य लुक् श्लू लुक् लोपः इत्यपि अस्ति. सो न केवलम् अदर्श, प्रथमे अस्ति अदर्शनं लोपः, अनन्तरम् अस्ति प्रत्यस्य लुक् श्लू लुप् लोपः. सो दिस् लुक् श्लू लुप् दीस् आर् आल्सो लोपसंज्ञा. यथा लोप इति एकं शब्दसमूहः अस्ति, लोपः इत्युक्ते अदर्शनं, तथैव लुक् अपि अदर्शनं, एकप्रकारकः लोपः एव अस्ति. श्लू अपि अदर्शनं, लुप् अपि अदर्शनं, तेषामपि ते अपि लोपः, विशिष्टलोप नामकरणम् अस्ति. सो यत्र प्रत्यस्य लुक् इत्युक्ते प्रत्यस्य लुक् इत्यनेन लोपः, श्लू इत्यनेन लोपः, लुप् इत्यनेन लोपः. सो ते अपि लोपसंज्ञा एव, यत्र यत्र अदर्शनं भवति. सो न केवलम् अदर्शनं लोपः, प्रत्यस्य लुक् श्लू लुप् लोपः, तदपि लोपः अस्ति. पठतु, अग्रे पठतु भगिनि. यथा अत्र लकाराणां प्रसङ्गे लट् लकारस्य लट् इति प्रत्ययः, लट् हलन्त्यम् इत्यनेन टकारस्य उत्संज्ञा, उपदेशे अजनुनासिक इत् इत्यनेन अकारस्य उत्संज्ञा, तस्य लोपः इत्यनेन टकार अकारयोः लोपः, ल इति अवशिष्यते. लट् इति एकः प्रत्ययः अस्ति, तस्य अन्तिम हल् वर्ण टकार अस्ति, तस्य इत्संज्ञा भवति. लकार उत्तरवर्त्य अकार उत्तरवर्त्य अनुनासिक चिह्नम् अस्ति, सः अपि इत्संज्ञा भवति, अतः ल एव अवशिष्यते. इत्संज्ञा अनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः पुनः वदतु. लकार अनुनासिक अकारः अकारः अस्ति इत्युक्ते अत्र लट् इति प्रत्यये वर्णत्रयं लकारः अकारः टकारः, यः अनुनासिकचिह्नम् अस्ति सः अकारस्य कृते अस्ति, स्वरस्य कृते अस्ति, न तु लकारस्य कृते. यदा तत्र अनुनासिक इत्युक्ते सत्यं, तत्र इदानीं शेर् न कृतं वा, स्क्रीन् न दृश्यते वा? दृश्यते बिकास् ऐ जायिण्ड् शी अत्र भगिनि, वन् सेकेण्ड्. What is this happening? वैट् बोर्ड् दृश्यते वा भगिनि? आं महोदय, बोर्ड् दृश्यते परन्तु किमपि नास्ति, सर्वेषां किमपि नास्ति. स्वराणां कृते तु सर्वेषां सर्वेषां स्वराणां कृते तत्र अनुनासिकप्रभेदः अस्ति, एतत्तु वयं सर्वे जानीमः। व्यञ्जनानां कृते तत्र अनुनासिकप्रभेदः कुत्र कुत्र अस्ति करपत्रं न दृश्यते अनुनासिकरूपं कस्य कस्य व्यञ्जनस्य अनुनासिक अपि संज्ञा यकारः लकारः लकारः अपि च वकार अपि च सो वेन् वी आर् रैटिङ्ग् ल अनुनासिक देर् इस् नो स्वरा वि दिस् वी हेव् टु पुट् दिस् एतत् हल् चिह्नं तत्र भवेत् वेन् वि से अनुनासिक वकारः वी विल् पुट् दिस् चिह्नं बिलो इट् तथैव यः अस्ति तत्र यकारः अकारस्य कृते अनुनासिकचिह्नं नास्ति, यकारस्य कृते अनुनासिकचिह्नम् अस्ति। अपि च व्यञ्जनेषु के वर्णाः अनुनासिकवर्णाः अदर् देन् दिस् त्री? पञ्चमवर्णः सत्यं, वर्गीयपञ्चमवर्णाः कण्ठनकारः तदपि अनुनासिक अस्ति। अनुनासिक इति संज्ञा केन सूत्रेण भवति भगिनि? संज्ञासूत्रं न जानामि। मुखवचन अनुनासिको किमस्ति? मुखवचन अनुनासिको किमस्ति? सूत्रं किम्? मुखनासिका वचनोनुनासिकः मुखनासिका। सो यस्य यस्य वर्णस्य अत्र अत्र कण्ठः अपि उच्चारणस्थानम् अस्ति, अपि च नासिका अपि उच्चारण, तस्य एव अनुनासिकप्रभेद अनुनासिक इति संज्ञा। सो मुखनासिकावचनः अनुनासिकः। सो यस्य इत्युक्ते मुखे ये अवयवाः सन्ति तदपि तस्य उच्चारणस्थानम् अस्ति, अपि च वायुः नासिका थ्रू गच्छति इत्युक्ते नासिका अपि उच्चारणस्थानम् अस्ति, सः एव अनुनासिकवर्णः। सो अत्र यः लट् दत्तम् अत्र अकारः अस्ति, साक्षात् अकारस्य कृते, न तु लकारस्य कृते अनुनासिकप्रभेदः। सो लट् इति प्रत्यये अकारः अनुनासिकः अस्ति, न तु लकारः इति तत्र भेदः। लकारः अनुनासिकः अस्ति चेत् दट् टैम् दे विल् पुट् दिस् दिस् लैन् शुड् बि देर्, हल् चिह्नं तत्र भवेत्। नास्ति चेत् इत्युक्ते तत्र यः अकारस्य उच्चारणम् अस्ति अकारः अनुनासिक, न तु लकारः अनुनासिक इति तत्र भेदः अस्ति। सो लट् इति प्रत्यये अनुबन्धद्वयम्, एकमस्ति अनुनासिक अकारः। अपि च किमर्थं वयं वदामः अत्र अकारः उच्चारणार्थं? प्रत्ययेषु लट् लोट् लङ् विधिलिङ् लिङ् इत्युक्ते लिङ् इत्यनेन इकारः, लङ् इत्यनेन अकारः, लुट् इत्यनेन उकारः, लट् इत्यनेन अकारः, एते सर्वे स्वराः उच्चारणार्थं यद्यपि अनुनासिक दृश्यते, सि वी हाव् टु पुट् इट् अनुनासिक, किमर्थं वदामः भगिनि उच्चारणार्थं? भवती किं चिन्तयति? तस्य किमपि प्रयोजनं नास्ति। सत्यं, स्वराणां यः अनुनासिकस्वराणां प्रयोजनं प्रायशः कुत्र दृश्यते? स्वराणां अस्माभिः पठितं न, धातुविज्ञानं पठितम् इति करपत्रं पठितं न? आं महोदय। सो तत्र यः परस्मैपदिन् आत्मनेपदिन् अस्य आधारेण भवति स्वराधारेण एव भवति। सम्यक् स्वरः अस्ति धातुषु, धातुषु यदि सो स्वराणां यः इत् संज्ञा अनुनासिक स्वराणां यः इत् संज्ञा भवति उपदेशे अजनुनासिक इति सूत्रेण तस्य प्रयोजनं प्रायशः कुत्र लभ्यते धातुषु लभ्यते धातुषु स्वराणां प्रयोजनम् अस्ति अनुनासिक स्वराणां तस्य आधारेण वयं ज्ञातुं शक्यते धातुः परस्मैपदी प्रत्ययः स्वीकरोति वा आत्मनेपदी प्रत्ययः स्वीकरोति अथवा धातुः उभयपदी अस्ति सो तत्र अनुनासिक अच् वर्णानां प्रयोजनं दृश्यते परन्तु प्रत्ययेषु आदेषु आगमेषु प्रायशः तत्र अनुनासिक अच् वर्णानां प्रयोजनं कुत्रापि नास्ति किमपि नास्ति अतः वयं किं प्रायशः वदामः अकारः उच्चारणार्थं तस्य प्रयोजनं किम् उच्चारणे सौलभ्यं भवेत् तदेव अस्ति तस्य प्रयोजनं तावदेव प्रयोजनम् अस्ति अन्यथा वयं तत्र लट् इति वक्तुं न शक्यते लट् इति तत्र कथं वदामः उच्चारणे तत्र क्लेशः भवति अतः उच्चारणसौलभ्यार्थम् एव अत्र अकारः योजितं परन्तु प्रक्रियायाम् अकारः न तिष्ठति अतः अनुनासिक अस्ति अनुनासिक चिह्नमपि दत्तं तस्य इति भवेत् परन्तु कोऽपि प्रयोजनं नास्ति प्रत्ययेषु अच् वर्णानां प्रयोजनं न दृश्यते धातुषु दृश्यते अतः तत्र धातुषु अस्माभिः कीदृश अच्वर्णः उदात् वा अनुदात् वा सः स्वरित् वा तस्य आधारेण एव कार्यम् अस्ति परन्तु अत्र यद्यपि अनुनासिक अस्ति परन्तु तस्य कोऽपि टकारस्य प्रयोजनम् अस्ति तथा आत्मनेपदानां टेरे इति सूत्रम् अस्ति टकारस्य प्रयोजनं दृश्यते अग्रेषु सूत्रेषु परन्तु स्वराणां कोऽपि प्रयोजनम् अत्र न दृश्यते तथैव नकारस्य यः इति संज्ञा भवति लाङ्लकारे नकारस्य अन्तिम कण्ठनकारस्य इत् अस्ति सो नित्लकाराणां प्रयोजनम् अस्ति नित्लकारेषु भिन्नकार्यं भवति पित्लकारेषु भिन्नकार्यं भवति अतः प्रयोजनं विना इति संज्ञा न करणीयम् इति तत्र विचारः अस्ति व्याकरणे सर्वैः अवगतं वा कोऽपि प्रश्नः प्रश्नं करोमि वा हा वदतु वदतु नमस्कारः यदि लट् प्रत्ययस्य लकारान्यत्र अकारः उच्चारणार्थम् एवमस्ति तदा उपदेशे अजनुनासिक इति सूत्रस्य कार्यं नास्ति न कथम् इत्युक्ते प्रक्रियायां तु अकारः न तत्र भवेत् न इट् शुड् नाट् बि देयर् केवलं ल एव अवशिष्यते सो केवलं लट् इति उच्चारणे लट् इति वदामः चेत् लट् उच्चारणे सौलभ्यं भवेत् तदा एव अकारः योजितं परन्तु प्रक्रियायां तु अकारस्य कोऽपि कार्यमेव नास्ति अतः तस्य इत् सः कथम् अवगच्छति हौ विल् इट् गो इट् विल् गो ओन्लि इफ् इट् इस् अनुनासिक् देट्स् वै वी पुट् एन् अनुनासिक् चिह्नम् अबौ इट् बिकास् अदर्वैस् अच् वर्णानाम् एकेन सूत्रेण एव इत् संज्ञा उपदेशे अजनुनासिक कोऽपि अन्यत् सूत्रं नास्ति स्वराणां कृते अन्य सर्वाणि सूत्राणि तु हल् वर्णानां कृते नीटुडुवः तुस्माः हलन्त्यं श चुटु लशकु एते सर्वे हल् वर्णाः सो एकेन सूत्रेण एव स्वराणाम् इति दत्तं सम्पूर्णप्रकरणे इति संज्ञाप्रकरणे अतः न केवलम् अकारः योजितम् अनुनासिक अकारः योजितं किमर्थं चेत् तस्य इतपि करणीयं प्रक्रियायां तु अकारः न श्रूयते ल एव श्रूयते तस्य कोऽपि प्रक्रियायां कोऽपि कार्यमेव नास्ति अतः तत्र अनुनासिक चिह्नमपि कीदृश अकारः अत्र योजितम् उच्चारणार्थम् अनुनासिक अकारः बिकास् तस्य इत् अनेन सूत्रेण तस्य इत् भवति यद्यपि प्रयोजनम् इत्युक्ते प्रयोजनम् इदानीम् अस्ति किं प्रयोजनम् अस्ति उच्चारणार्थम् तावदेव प्रयोजनम् अस्ति कोऽपि अन्य so for in lat for example the akara after is only for saulabhyam ucharan saulabhyam and because it is that way therefore we put an additional anunasik chinha on top to ensure that we are able to make it, give it a it sanya right tam satyam tadev asti because if we put a common akarah niranunasik akarah tasya to lopta itna bhavitum shaknoti anunasik swarasya eva it bhavati अतः अनुनासिक चिह्नम् अपि योजनीयं तथैव सर्वेषु लकारेषु दशिषु लकारेषु यः यत्र कुत्रापि स्वरः दत्तं सः उ भवेत् वा ओ भवेत् वा ई भवेत् वा सः अनुनासिक अस्ति चेदेव सः अपगच्छति अन्यथा न अपगच्छति तत्र एव तिष्ठति बट् नार्मलि वेन् वी हेव् एन् उच्चारण अर्थे सम स्वरः वी डिस्रिगार्डेड् इसन्ट् इट् सो वी डिस्रिगार्ड वी हैव टु गो थ्रू यू नो बिकॉज़ वी से दैट नॉट ओनली इन द लकारस बिकॉज़ अदरवाइज वी कैन नॉट डू द प्रॉपर उच्चारणम बिकॉज़ यस we cannot do the ucharan therefore it is only for ucharan and we purve ke mas purve kevalam tatra no dhani na I am not able to get your sounds I am not able to get your sounds properly some network issue is there see when we say numite agamah your mobile network is better than the other I have used mobile network only mode okay lot lakare lakara bhavati bhagini lakarasya ichchanya bhutva lo eva avashyate tatrapi okarah yah asti saha anunasik okarah na sarveshu lakareshu la eva avashyate lot lakare okarah anunasik asti tasyapi it bhavati la eva avashyate सः अपि उच्चारणार्थम् सर्वेषु दशिषु लकारेषु यः स्वरः दत्तं सः उच्चारणार्थमेव तस्य कोऽपि प्रयोजनं नास्ति अन्य कोऽपि प्रयोजनं सर्वे स्वराः उपदेश केवलम् उच्चारणे सौलभ्यं भवेत् तदेव वयं किं भगिनि तत्रापि ओकारः अनुनासिक अस्ति सर्वेषु लकारेषु स्वरः अनुनासिक अस्ति अतः तस्य इति भवति ल एव अवशिष्यते तथैव आगमेषु नुमागमेषु मकारस्य प्रयोजनं दृश्यते उकारस्य कोऽपि प्रयोजनम् एव न दृश्यते अतः वयं किं वदामः नुमागमे उकारः उच्चारणार्थं बट् टु रिमूव् देट् उकार वी विल् पुट् एन् अनुनासिक चिह्नम् अभवत् अदर्वैस् इट् विल् नाट् गो देर् शुड् बि सम् we have to follow the guideline na na eva prakriyayam nakarah eva tishtati atah ukarah ucharanartham that's what we say that's how the prakriya goes okay can I say something please ha vadatu mohade see just as an example I am saying that we have what's that yuvarnako we get yuk and in the, there u remains and u is only for ucharanartham so ya yakare avashish so here we disregard we don't need to eliminate ukar there we don't need it to be anunasik or anything so here also if lat akar after lakar akar is only for ucharan convenience then why do we need to go through the you know, having an anunasik chinna and then saying upadesha anunasik? This is my question. I hope I have made myself clear. Anand, I'm not getting your point, because akarah yadi akarah tishtati yate akarah anunasik nasti prathme to akarah kimartham yojitam akarah yojitam for proper ucharanam of lat anyatha vayam lata iti katham adamah lata iti tatra ucharane tatra kleshah bhavati parantu prakriyayam to laha eva asti सो यदि वयम् अकारः केवलं निरनुनासिक अकार योजयामः तत्र तु ल इति भागः तत्र भवति. सो लस्य इति वयं तत्र न वक्तुं शक्यते. अतः अनुनासिक चिह्नम् अपि आवश्यकम्. इत्युक्ते अत्र यः अकारः योजितम् अनुनासिक अकारः उच्चारणार्थम् इति वयं वदामः. परन्तु यू युवोर् नाको इति सूत्रे तु यू अवशिष्यते. यू स्थाने इत्युक्ते यकार उकारस्य स्थाने वर्णसमूहस्य स्थाने तत्र अन इति आदेशः. वकार उकारस्य स्थाने तत्र अक इति आदेशः. तत्र उकारः उच्चारणार्थं नास्ति. तत्र यु इति भागः श्रूयते. उ वु इति भागः श्रूयते. वु स्थाने अक आदेशः, यु स्थाने अन आदेशः, यकारः उकारः द्वयोः स्थाने अन इति आदेशः. तत्र अकार उकारः उच्चारणार्थं नास्ति. तत्र मिलित्वा यु सम्पूर्ण यु स्थाने अन आदेशः. सो यत्र यत्र प्रायशः यत्र यत्र वर्णस्य इत्संज्ञा सूत्रेण भवति यदि तत्र कोऽपि प्रयोजनं न दृश्यते तत्र प्रायशः वयं वदामः अत्र वर्णः यः इत्संज्ञकवर्णः सः उच्चारणार्थम् एव अस्ति, तावदेव अस्ति. बिकास् तस्य कोऽपि अन्यत् प्रयोजनं तस्य केवलम् उच्चारणे उच्चारण कन्विन्यास् भवेत् तस्य कृते एव अकारः योजितः. कोऽपि अन्यप्रयोजनं नास्ति. इत्युक्ते अत्र लट् इत्यनेन लण्ट् इति अस्ति, अनुनासिक उच्चारणम् अस्ति. इदानीं पर्यन्तं तु वयम् अनुनासिक इति उच्चारणं सम्यक्तया न कर्तुं शक्यते, परन्तु तत्र उच्चारणम् अस्ति. बट् देन् आल्सो वि से लाट् लोट् लङ् बिकास् दे आर् तेषां कोऽपि अन्यप्रयोजनम् अग्रिमेषु सूत्रेषु कुत्रापि आकारस्य अनुनासिक आकारस्य कोऽपि प्रयोजनम् अस्ति वा नास्ति, कुत्रापि न दृश्यते. अतः प्रायशः तत्र इन् द व्याख्याग्रन्थेषु तत्र लिखितं वर्णः केवलम् उच्चारणार्थम् अस्ति, तस्य कोऽपि अन्यप्रयोगः अग्रिमेषु सूत्रेषु कुत्रापि न दृश्यते. टकारस्य दृश्यते, नकारस्य दृश्यते, अतः तेषां प्रयोजनम् अस्ति. परन्तु यः स्वरः अस्ति तेषां कोऽपि प्रयोजनं नास्ति, तावदेव अस्ति. अग्रे पठति वा भगिनि? वदतु. So now, navul pratyayasya vu avishishyate, then we say ukara ucharan. No, we don't say ukara ucharan. Because then we get vu sthane akka adesha. Yuvor nako iti sutri, vu dattam. Vu sthane akka, natu vakara sthane. Astu, my confusion, yeah. युवोर् नाको इति सूत्रे यु वु इति पदद्वयं, यु वु इति पदद्वयं तत्र युवोर् नाको सूत्रे, न तु यकार वकार. अस्तु, धन्यवादः. सोरि. अनुसूय भगिनि, अग्रे पठतु भगिनि. लङ्लकारस्य उदाहरणमस्ति. अतः लङ्लकारस्य लङ् इति प्रत्ययः लङ् हलन्त्यम् इति सूत्रेण नकारस्य अन्तिमनकारस्य इत्संज्ञा भवति. उपदेशे जन्नासिक इति सूत्रेण अकारस्य इत्संज्ञा भवति. तस्य लोपः इत्यनेन इत्संज्ञा नकार अकारयोः लोपः ल इति अवशिष्यते. एवमेव सर्वेषां लकाराणामपि लकारप्रत्ययानाम् अनुबन्धरहितरूपम् अतः एतत् सर्वे सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत् यद्यपि दशलकाराः सन्ति तथापि अनुबन्धलोपान् लोपोऽनन्तरं सर्वे ल इत्येव भवन्ति लट् लङ् लिङ् लोट् लिट् लुट् लृट् आशीर्लिङ् लुङ् लृङ् सर्वेषां कृते ल एव अवशिष्यते. सो एतेषु दशसु लकारेषु यः स्वरः दत्तं सः स्वरः उच्चारणसौलभ्यार्थम् एव अस्ति. तस्य कोऽपि अन्यत् प्रयोजनं नास्ति. परन्तु हल् वर्णानां प्रयोजनम् अस्ति. तत्र टित् लकाराः अपि च नित् लकाराः. टित् लकारे भिन्नकार्यं भवति, नित् लकारेषु भिन्नकार्यं भवति. ओन्लि टु केटगरीस् आर् देयर्, टित् लकाराः नित् लकाराः. आरम्भे लट् लङ् लिङ् लिट् इत्यादयः विभिन्नलकाराः दृश्यन्ते, अतः तत्र भेदः इत्येव स्थितिः. किन्तु अनुबन्धानन्तरं ल इत्येव अवशिष्यते इति कृत्वा सर्वेषाम् अभेदः. अनेन अतीवलाघवः सिद्ध्यति, यतोहि अग्रे एकेन एव सूत्रेण लस्य तृतीय अध्याये चतुर्थपादे सप्तसप्ततिसूत्रेण सर्वेषां लकाराणां स्थाने प्रत्यादेशः लादेशः भवति. किम् उक्तम् अत्र? लट् लङ् लिट् इत्यादयः लकारः ल एव अवशिष्यते. अत्र किं लिखितं? प्रथमे तत्र भेदः इत्येव भेदः लट् लकारे टित् अस्ति, लङ् लकारे नित् अस्ति. न, तादृशभेदः नास्ति. इत्युक्ते लट् भिन्न, लङ् भिन्न, लिट् भिन्न. सो तत्र भेदः अस्ति, भेदः दृश्यते, समानः न दृश्यते. भेदः अस्ति परन्तु हलन्त्यम् इति सूत्रेण लकार एव अवश्यते खलु अनुबन्धानन्तरं. न केवलं हलन्त्यम्, सूत्रस्य कार्यमपि अस्ति न भगिनि? सो अनुबन्धानन्तरं अनुबन्धानन्तरं ल एव इत्येव अवशिष्यते इति कृत्वा सर्वेषाम् अभेदः. सो लट् लकारे अपि ल अवशिष्यते, लूट् लकारे अपि ल अवशिष्यते, लिङ् लकारे अपि ल अवशिष्यते. सो पूर्वे प्रथमे भेदः दृश्यते, भिन्नभिन्नलकाराः सन्ति, परन्तु अनुबन्धनिष्कासनम् अनन्तरं सर्वेषां कृते एकमेव समानरूपम् अस्ति, ल इति रूपं. तेन किं सिद्ध्यति? तेन किं भवति? ल इति समानरूपम् अस्ति चेत् अनेन अतीवलाघवं सिद्ध्यति. यतोहि अग्रे एकेन एव सूत्रेण लस्य इति सूत्रेण सर्वेषां लकाराणां स्थाने प्रत्ययादेशः लादेशः भवति, ल आदेशः भवति. सो लस्य इत्युक्ते लकारस्य स्थाने. सो कीदृशलस्य? सर्वेषां लस्य, यत्किमपि लकारः अस्ति. सो लट् इति अनेन लट् लकारस्य स्थाने, लङ् लकारस्य स्थाने, इत्युक्ते षष्ठी अति षष्ठी षष्ठ्यन्तम् अस्ति, अतः स्थानी, सः स्थानी भवति. सो लोट् लकारस्य स्थाने, लिट् लकारस्य स्थाने. सो ल यः अवशिष्यते तेन किं भवति? लाघवं भवति. कथं लाघवं भवति? ओन्लि वन् फार् द टेन् लकारस् ओन्लि वन् सूत्रम् इस् रिक्वैर्ड्. अन्यथा तु तत्र दशसूत्राणि भवेत्. लट् तादृशलकारस्य स्थाने, लङ् लकारस्य स्थाने. परन्तु अनेन एकेन सूत्रेण एव महर्षिः किं करोति? सर्वेषां लकाराणां कृते यः ल अवशिष्यते तस्य ल स्थाने तत्र किं भवति? तिप्तजि प्रत्यादेशः भवन्ति. देट् इस् नोन् एस् लादेशः. लादेशः इत्युक्ते लकारस्य स्थाने यः आदेशः, तदस्ति लादेशः. सो वि आल्सो लस्सि इति किम् अस्ति? अधिकारसूत्रम् अस्ति. दिस् सूत्र इस् अधिकारसूत्रम्. सो लस्य इत्यनेन अधिकारसूत्रम् एकमेव वाक्यं पूरयति. सो फार् दिस् सूत्र वि काल् इट् एस् लादिकारः लादिकारः काल् इट् लादिकारसूत्रमस्ति अतः बिकास् दिस् इस् एन् अधिकारसूत्रम् एतस्य अधिकारः अग्रिमेषु बहुषु सूत्रेषु वर्तते अतः अधिकारसूत्रम् अस्ति तस्य अन्यनामः व्याकरणशास्त्रे वि काल् इट् एस् लादिकारः लादिकारः इत्युक्ते लादिकारसूत्रम् लस्य इति लादिकारः अनेन सूत्रेण लादिकारः वर्तते लादेशः आर् लादिकारः इति तस्य नाम अस्ति लस्य इति अनेन अधिकारसूत्रस्य अर्थः अस्ति. मञ्जरी भगिनी अग्रे पठति वा भगिनी लादिकारः किञ्चित् समयः अस्ति. आम् आम् पठतु. लादिकारः एतावता दशानां लकारप्रत्ययानाम् अनुबन्धलोपे ल एव अवशिष्यते. अधुना अस्य लः स्थाने अष्टादश तिङ्प्रत्ययाः विहिताः भवन्ति. एतदर्थं विशिष्टं सूत्रद्वयं लस्य 3.4.77 अधिकारसूत्रम् इदं षष्ठन्त्यं पदम् अकारः उच्चारणार्थम् 3.4.78 तः 3.4.112 अस्य अधिकारः. प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत्तत् सूत्रे यः प्रत्ययः विहितः सः लस्य ल इत्यस्य स्थाने विहितः. किमस्ति लस्य इति अधिकारसूत्रस्य अर्थः दत्तम्? 3.4.78 तः 112 पर्यन्तं तस्य अधिकारः अस्ति. अत्र किमर्थं लिखितं भगिनि अकारः उच्चारणार्थम्? अकारः उच्चारण किमर्थम् एतत् वाक्यं दत्तं? लस्य लस्य अत्र ल योग अकारः अस्ति. सत्यम् इत्युक्ते अत्र इह प्रातिपदिकं स्वीकृतम् अत्र हलन्तप्रातिपदिकं न स्वीकृतम् अत्र अकारान्तप्रातिपदिकं स्वीकृतं परन्तु मूले तु ल एव अस्ति ल अस्ति तत्र अकारः नास्ति. सो अत्र अकारः स्वीकृतमस्ति अतः अत्र लिखितम् अकारः उच्चारणार्थम्. अन्यथा सूत्रं किं भवेत् यदि वयम् अकारः न स्वीकुर्मः चेत् सूत्रं किं भवति? हलन्त्यम् इति यः हलन्तप्रातिपदिकम् अस्ति चेत् तस्य षष्ठी कथं भवति? लः लः भवति लः. सो वै ही इस् नाट् रैटिङ्ग् लः इत्यपि लघु एव पदमस्ति. लस्य इति तु किञ्चित् दीर्घमस्ति. सो वै ही इस् नाट् रैटिङ्ग् लः why he is writing lasya? kim chintayati lasya akarah swaranta asti che tasya lasya iti shashti vibhakti ekvachanam bhavati tat satyam but laha iti prathama vibhakti ekvachanam bhavati tatra nana laha iti shashtyantam asti visarga along with visarga atra likhitam na atra pashyatu aduna अस्य लः स्थाने. सो अत्रापि अकारः स्वीकृतम् अस्ति परन्तु यदा तत्र विसर्गः तु अत्र लः इति यः विसर्गः अस्ति सः षष्ठ्यन्तम् अस्ति. बिकास् अत्र विचारः अस्ति यथा भवती यत् उक्तवती तत् सत्यम् अत्र अकारः स्वीकृतम् अस्ति परन्तु सूत्राणि अष्टाध्यायीग्रन्थः यानि सूत्राणि सन्ति सूत्राणि छन्दोबन्ध तेर् इस् अ छन्दस् तत्र छन्दः वर्तते. छन्दस् कृते एव महर्षिणा प्रायशः अत्र लस्य दत्तं न तु लः दत्तं. सो सूत्राणि छन्दोबन्ध सन्ति. सो छन्दस् कृते एव लः न उक्तं लस्य उक्तं because he has to follow the chanda, whatever chanda is there in the sutreshu. That is why lasya is datam. Anyatha he could have given laha api. Without akara, without adding the akara, he could have given the for the this halant pratipadikasya vishaye yaha shashtyantam padam tatra bhavet, he should have given that. But instead of giving that, he is saying akara ucharanartham ataha lasya svikurmaha. So kinchit tatra this vicharah api avashyakam kimartham akarah svikritam, but sutrani chandobandh santi ataha tatra chandasi krite eva etat yojitam. Sutrasya kaha arthah bhagni lasya iti sutrasya अत्र लिखितं न प्रत्येकस्मिन् सूत्रे उपविश्य कः कः उपविशति उपविश्य इत्युक्ते लस्य इति पदम् उपविश्य लस्य पदम् उपविश्य किं वदति उपप्रत्ययः विहितः अस्ति सः प्रत्ययः लस्य स्थाने स्वीकरणीयं सो तत्र यः तत्र अस्मिन् प्रकरणे एव 78 आरभ्य 112 पर्यन्तं तत्र मध्ये एकं सूत्रमस्ति लटः शत्रुशानचौ सो लटः शत्रुशानचौ तस्य सूत्रस्य का संख्या सो अस्मिन् प्रकरणे ये ये प्रत्ययाः सन्ति तेषां ते सर्वे प्रत्ययाः लह स्थाने यथा इत्युक्ते 78 सूत्रं किम् अस्ति 78 सूत्रम् अस्ति तिप्तजि अत्र अग्रे दत्तं तिप्तजि सिप्तस्थ सो एते सर्वे अपि प्रत्ययाः एते सर्वे वर्णसमूहः प्रत्ययाः सो एते प्रत्ययाः लस्य स्थाने लः अपगच्छति तेषां स्थाने तिप् तस् जि सिप् थस्थ एते प्रत्ययाः इति लस्य सूत्रस्य अर्थः सो न केवलम् अधिकारसूत्रः अनेन सूत्रेण किं भवति यस्य यत्र यत्र एतस्य अधिकारः वर्तते 112 पर्यन्तं तत्र यदि कोऽपि विधिसूत्रम् अस्ति प्रत्ययः दत्तम् अस्ति सः प्रत्ययः लः स्थाने दश लकार ये लकार लः अस्ति तेषां स्थाने अस्ति इति तस्य अर्थः सो लस्य इति षष्ठ्यन्तम् अस्ति सो लः स्थाने आदेशः सो आदेशरूपी कार्यमस्ति लः स्थाने तिप्तजि सिप्तस्थ इति तत्र प्रथमसूत्रमस्ति अवगतं वा भगिनि अवगतम् अवगतम् अग्रे चेतना भगिनी अग्रे पठतु तिप्तजी तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्प्रत्ययाः भवन्ति लस्य इत्यनेन ल इत्यस्य स्थाने एते अष्टादश विहिताः तिप्तस्जि सिप्तस्थ मिप् मिप् वस्मस् त आतां झ थास् आथां त्वम् इड् वहि महिङ् इति अष्टादश तिङ्प्रत्ययाः तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तम् आहत्य तिङ्प्रत्ययाः इत्युच्यते प्रत्याहारसंज्ञा केन सूत्रेण भवति भगिनि प्रत्याहार इत्युक्ते तस्य कृते अपि एकं संज्ञासूत्रम् अस्ति न जानामि. आदिर् अन्तेन सहिता सह इता. आदि अन्ते अन्तेन सह इता. अन्तिमवर्णः यदि हल् अस्ति तस्य इत् भवति न. सो अन्तिम इत् वर्णः सः अलोङ्ग् वित् द अन्तिम इत् वर्णः आदि आरभ्य अन्तिम इत् वर्णसहितः यः समूहः तस्य प्रत्याहार इति नामकरणं. सो तिङ्गपि प्रत्याहारः आदि अन्तेन आदिर् इत्युक्ते आदिः इति तत्र विसर्गस्य रेफादेशः. आदिरन्तेन सह इता इत्युक्ते सः यः इत् वर्णः तेन सह तत्र प्रत्याहार इति संज्ञा भवति. आदिरन्तेन सह इता प्रत्याहारः इति तत्र संज्ञासूत्रमस्ति. प्रायशः प्रथमाध्याये एव भवेत् एतत् सूत्रम्. सो तिङ्गपि प्रत्याहारः. प्रत्याहारे किं भवति? प्रथम अपि च अन्तिमवर्णः. प्रत्याहारः इत्युक्ते लौकिकभाषायां प्रत्याहारः इत्युक्ते वर्णानां समूहः. अच् इति प्रत्याहारः. अच् वर्णे वर्णानां समूहः अस्ति अ आरभ्य च पर्यन्तम्. आदिरन्तेन सह इता. चकारः इतः अस्ति परन्तु तेन सह अलोङ्ग् वित् देट् बिकम्स् द प्रत्याहार. अच् इति प्रत्याहार. यद्यपि चकारः इत् संज्ञकः अस्ति तस्य ग्रहणं नास्ति. प्रत्याहारे चकारस्य ग्रहणं नास्ति. चकारपर्यन्तम् अस्ति ये वर्णाः. परन्तु प्रत्याहार इत्युक्ते अन्तिम इत् सह. सो नकारसः तिङ्गपि प्रत्ययः. अत्रापि यद्यपि प्रत्ययानां समूहः ते वर्णाः एव. सो तिङ्गपि प्रत्याहारः. दट् इस् प्रत्याहारसंज्ञा. सो तिङ् इति प्रत्याहारे अत्र ध्वम् इति प्रत्यये कस्य कस्य इत् अस्ति भगिनि? द्वं प्रत्ययेषु प्रत्यये प्रत्ययः अस्ति. अतः मकारस्य न भवति. अत्र लशकु अतदिते सोरि न विभक्तौ तु स्माः इति सूत्रेण मकारस्य निषिध्यते. यदि अन्ते यद्यपि उपदेशस्य अन्ते अस्ति हल् वर्णः अस्ति हलन्त्यं सूत्रम् इति वदति अत्र इत् करणीयं. परन्तु न विभक्तौ निषेधकसूत्रं वदति न आतदित् प्रत्ययः अस्ति अतः मकारस्य इत् न भवति. द्वमेव अत्र कोऽपि अनुबन्धवर्णः नास्ति. द्वमेव अवशिष्टभागः. तथैव थस् वस् मस् कोऽपि अनुबन्धवर्णः नास्ति. थास् सकारस्य इति नास्ति. सो न विभक्तौ तु स्माः अत्र दृश्यते. तस् तस् थस् मिप् वस् मस् थास् आथां द्वम् एतेषां वर्णानाम् इत्संज्ञा न भवति. महिङ्ग् इति यः अस्ति तत्र नकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा भवति. सो इत् वर्णः अस्ति. तिङ्गपि प्रत्ययः. सो लस्य एते सर्वे अष्टादश तिङ् प्रत्ययाः कस्य स्थाने विहिताः भवन्ति? लस्य स्थाने. सो दट् इस् वै वी से ये तिवादयः ये तिप् आदिप्रत्ययाः ते साक्षात् धातोः न विधीयन्ते. यद्यपि साक्षात् आयाति इत्युक्ते धातु प्लस् तिप् एव दृश्यते. परन्तु प्रथमे तत्र लट् अस्ति लोट् अस्ति लङ् अस्ति तस्य लकारस्य स्थाने तिप् आयाति. सो धातोः साक्षात् तेषां विधिः नास्ति. धातोः साक्षात् तु लकारस्य विधिः अति वर्तमाने लट् लुङ् च विधिनिमन्त्रणम् आमन्त्रणम् इति लिङ्लकारः तत्र धातोः इति पदस्य अनुवृत्ति आवश्यकम्. धातोः लट् धातोः लुट् धातोः लिट् परन्तु अत्र तु लस्य स्थाने तिबादयः सो यद्यपि अत्र धातोः इति पदं न स्वीकुर्मः तेनापि अवगम्यते लस्य स्थाने ति लस्य स्थाने तस् लस्य लः अपगच्छति तस्य स्थाने आदेशः भवन्ति सो वी काल् देम् एस् तिबादेशः दीस् आर् आदेशाः कस्यचित् भिन्नप्रत्ययस्य स्थाने एते आदेशाः भवन्ति लः स्थाने एते आदेशः भवन्ति सः लस् लक् लकारः लट् लकारस्य वा लिट् लकारस्य वा लुट् लकारस्य वा यत्किमपि लकारस्य सो लकाराः ये एते प्रत्ययाः साक्षात् धातोः अनन्तरं तेषां विधिः अस्ति एते ये अन्यद्यतने लुट् सो धातोः अन्यद्यतनकालविषये लुट् लकारः विधीयते परोक्षे लिट् धातोः धातु प्लस् लुट् धातु प्लस् लिट् प्लस् दात् परन्तु तिवादयानां कृते यः विधिसूत्रम् अस्ति सः तु लस्य स्थाने न तु साक्षात् धातोः सो वाट् वि से धातोः अनन्तरं लकारः साक्षात् विधीयन्ते तेषां विधिः अस्ति अपि च धातोः अनन्तरं साक्षात् कृत् प्रत्ययानां विधिः अस्ति कृत् प्रत्ययाः लस्य स्थाने न आयान्ति कृत् प्रत्ययः साक्षात् धातोः विधीयन्ते other than shatrushanach because for the shatrushanach yadyapi tesham shatrushanach visheye krut sangya api asti sutram asti latah shatrushanach so latah sthane shatrushanach ayati latah iti shashti antam asti shatrushanach prathamantam asti so latah sthane shatrushanach asti so शत्रुशानच् इति केवलं वर्तमानकालस्य एव बोधः तत्र जायते कोऽपि भूत् भविष्य इति तत्र बोधः न भवति बेनिडिक्टिव् इति कण्डिशनल् किमपि नास्ति शत्रुशानच् शत्रुशानच् लटः स्थाने आदेशः अस्ति परन्तु अन्ये सो लटः लट् अपगच्छति वर्तमाने लट् इत्यनेन यः लट् तस्य स्थाने वयं शत्रुशानच् अपि योजयितुं शक्नुमः सो न केवलं पठति इत्यस्य स्थाने पठन् इति अपि स्वीकर्तुं शक्यते पठन् इत्युक्ते इस् करण्ट् इस् रीडिङ्ग् देट् इस् वाट् वी कन्सिडर् नवड् इस् एस् प्रेसेण्ट् कण्टिन्यूस् शत्रुशानच् इति रूपं यत् अस्ति अवगतं वा भगिनि समयः अभवत् सो सो तिबादयः साक्षात् धातोः अनन्तरं तेषां विधिः नास्ति लस्य स्थाने तेषाम् आदेशः अस्ति अष्टादशतिप्रत्ययानाम् आदेशः अस्ति अस्तु इतः परं वयं कक्षायां पठामः अत्र स्थगामः इदानीं तु समयः अभवत् कोऽपि प्रश्नः अस्ति वा एतावता कस्यचित् मनसि प्रश्नः अस्ति चेत् पृच्छन्तु नास्ति चेत् अत्र स्थगामः शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्कारः।